वदतु। ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। येनाक्षरसमानाय अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। धन्यवादः। स्वागतम् अद्यतनवर्गे। ओके, प्रश्नाः सन्ति वा? किम् अभ्यासस्य प्रयत्नं कृतवन्तः? अत्र यत्किमपि स्थापितम् अस्ति तत्तु वयं न कृतवन्तः न, वयं तु अस्माकम् अभ्यास निर्माणं कृत्वा अग्रे गतवन्तः। इदानीं यत् सैट् मध्ये अस्ति तत् किं धातु समाप्तं न, धातु समाप्तम् इति अहं चिन्तयामि। आम् आम् अग्रे वदन्तु वदन्तु। प्रत्यया भगिनि, प्रत्ययाना अपि किञ्चित् एक वा द्वे वा कृतवन्तः अग्रेना प्रत्ययाः आरब्धवन्तः। आम् ओके ओके, प्रत्ययाः पुनः आरम्भं कुर्मः। चलति, अत्र सप्तदशजनाः सन्ति, गन्तु मेनेज् चलो अधः आरम्भं करोतु। उषा, उषा भगिनि। आं भगिनि, नमस्ते। ओके, निच्युषय वदतु। निच् कृत् प्रत्ययः एव। एकनिमिषं, प्रत्ययः प्रत्ययः, तत्तु प्रथमकार्यं प्रत्यय किं धातु अस्ति वा प्रत्ययः वा प्रत्ययः वा इति वक्तव्यं। निच् सन्नन्तं प्रत्ययं पश्यतु, सन्नन्तप्रत्ययः सनादिप्रत्ययः। निच् विभजनं करोमि महोदय, नकारम् नकारः, इकारः, चकारः। अत्र कानि कानि सूत्राणि वयम् उपयोगं कर्तुं शक्नुमः? नकारः, इकारः, चकारः। आम् भगिनि, चकारः संज्ञा भवति केन सूत्रेण? हलन्त्यम् इति सूत्रेण। हलन्त्यम् इति चकारस्य इत्संज्ञा भवति। तदनन्तरं आदिर्निटुडवः उपयोगी अस्ति। आदिनिटुडवीटु किमपि अस्ति निष्कासयतुनासिक एतस्य उपयोगमस्ति। सूत्रं केनाट् अप्लै देर् निष्कासयतु। किमर्थं केनाट् अप्लै देर्? देर् इस् नो अच् अनुनासिक अच् अनुनासिक अच् वर्णः नास्ति अत्र, अनुनासिक अचुवर्णः अत्र नास्ति। ओके, अवगतम्। अनन्तरम् अग्रिमसूत्रं किं? न विभक्तौ तु स्माः, एतत् विभक्तिप्रत्ययः अस्ति वा? विभक्तिप्रत्ययः नास्ति, तदपि निष्कासयामः। शः प्रत्ययस्य सकारः नास्ति। अनन्तरं चुटु वर्गीयवर्णः अस्ति, आदिमस्थाने न वर्गीयवर्णः अस्ति आदिमस्थाने अक्स्टाट् सम्यक्तया पश्यतु भवती किं कृतवती वर्णविभजनं कृतवती न णकार इकार चकार चकार तु ण कस्मिन् वर्गे आगच्छति ण यदस्ति वर्गीयवर्णः अस्ति वा अवर्गीयवर्णः अस्ति वर्गीयवर्णः कस्मिन् वर्गे आगच्छति चुटु एव चुटु वि केन् अप्लै किमर्थं तवर्गीयवञ्जनं तवर्गीयवर्णः अस्ति ओके अतः तस्य किं भवति वदतु नकारस्य इत्संज्ञा भवति तस्य लोपः अनेन लोपः भवति ई अवशिष्यते प्रथमकार्यं नकारस्य इत्संज्ञा केन सूत्रेण भवति तदपि वक्तव्यं चुटु सूत्रेण नकारः इत्संज्ञा भवति तस्य लोपः सूत्रेण लोपः भवति ई अवशिष्यते ओके अवगतं सर्वे जनाः अवगतं महोदय सर्वे अवगतवन्तः आं भगिनि प्रश्नः अस्ति चेत् पृच्छन्तु इदानीं सुब्रह्मण्यम् सुप्रभातम् शाकन् यत् प्रत्ययः अस्ति तदस्ति कृत् प्रत्ययः ओके वर्णविच्छेदः शकार आकारः तकारः अकारः नकारः अस्ति अत्र क्रमशः कुर्मः करोमि इदानीम् अहं चिन्तयामि भवन्तः सर्वे एक्स्पर्ट्स् अभवन् अतः केवलं मौखिक अभ्यासः ओके अग्रे गच्छतु शकार आकार ककार अकार नकार नकार अस्ति उपदेश अजुनासिक इत् तस्य अवकाशः नास्ति किमर्थम् अत्र अनुनासिकस्वराः नास्ति तदनन्तरं हलन्त्यं नास्ति हलन्त्यम् इत्यनेन नकारस्य इत्संज्ञा भवति तत्तु कृत्प्रत्ययः अस्ति अतः नवभक्तौ तु स्मः अवकाशः नास्ति अनन्तरम् आदिर्निट्टुडवः अपि न भवति किमर्थम् इत्युक्ते तत्तु प्रत्ययः अस्ति धातुः न अग्रे षप्रत्ययस्य इति सूत्रस्य अवकाशः अस्ति तस्य सूत्रेण षकारस्य इत्संज्ञा भवति तस्य लोपः अपि भवति हलन्त्यमिति सूत्रेण नकारस्य लोपः अभवत् अतः आक इति रूपम् अवशिष्यते आक इति रूपम् अवशिष्यते बहु सम्यक् ओके सर्वमङ्गला नमस्ते जूस् यदस्ति एतत् किमस्ति तिङ् प्रत्ययः अस्ति जूस् यदस्ति तिङ् प्रत्ययः अहम् इतः अहं कन्फर्म् करोमि सुब्रह्मण्यमहोदयस्य करपत्रमस्ति करपत्रम् इत्युक्ते अभ्यासपत्रमस्ति ततः अहं कन्फर्म् करोमि जूस् यदस्ति तत् तिङ् प्रत्ययः इदानीं प्रत्यय वा धातु वा प्रत्यय वा इति निर्णयेन तिङ् प्रत्ययः अस्ति इति प्रत्ययः वर्णविच्छेदनं जकार उकार सकार जकार उकार सकार ओके इदानीं प्रथमं तु अस्माकम् अस्ति हलन्त्यम् इति सूत्रमस्ति, उपयोगमस्ति अन्ते सकारः अस्ति, अन्ते सकारः अस्ति, हलन्त्यं हलन्त्यम् इति सूत्रस्य अवकाशः अस्ति, हल् वर्णस्य इत्संज्ञा भवति अन्ते. अनन्तरम् अनन्तरं ज्युस् यदस्ति तत् प्रत्ययः किं प्रत्ययः वयं विभजनं प्रत्ययः अन्यप्रत्ययः कस्मिन् भागे आगच्छति? चकारः अस्ति चवर्ग, प्रथमतः चवर्गः अस्ति चुटु हलन्त्यं चुटु चुटु आदौ चवर्गीयः अस्ति जकार इस् लो विल् बिकम् लोप इत्संज्ञा भवति तस्य लोपः इत्यनेन जकारः लोपः भवति. इदानीं सकारविषये प्रत्ययः अस्ति तत् विभक्तिप्रत्ययः अस्ति तद्धितप्रत्ययः अस्ति वा अन्य विभक्तिप्रत्यय विभक्तिप्रत्ययः यदा विभक्तिप्रत्ययः अस्ति हलन्त्यं हलन्त्यम् ओके परन्तु उपयोगं कर्तुं शक्नुमः वा विभक्तिश्च इत्यनेन सुप्रत्ययः तिङ्प्रत्ययः च सर्वे विभक्तिसञ्ज्ञकाः न अन्ते विभक्त्यां तवर्गीयवर्णः सकारः मकारः च इत्संज्ञकाः न भवन्ति इति न विभक्तौ तु स्मः निषेधकसूत्रेण हलन्त्यं न भवति हलन्त्यं निष्कासनं रिमैनिङ्ग् इस् उस् इति उपयोगं न कर्तुं शक्नुमः अत्र न विभक्तौ स्मः सो रिमैनिङ्ग् इस् उस् इति रूपम् अवशिष्यते उस् इति रूपम् अवशिष्यते ओके अग्रे अग्रे ता कस्याः पर्यायः इदानीं सरस्वती ता नमस्ते नमस्ते महोदय ता टा इति विभक्तिप्रत्ययः तत्र उपदेशे अनुनासिकः यत् तत् अवकाशः नास्ति अलन्त्यं तत्र नास्ति तत्र मे अवकाशं नास्ति अवकाशः नास्ति आदिनिटूडवः विभजनं कुर्मः चेत् टकार आकारः अस्ति तत्र आदिनिटूडवः तद् अवकाशमपि नास्ति वर्णसमूहः नास्ति शकारप्रत्ययस्य तत्र अवकाशः अपि नास्ति चुठु सूत्रस्य तत्र टवर्गः अस्ति अवकाशः अस्ति सो टकारः इत्संख्या भवति तस्य लोपः इति सूत्रेण लोपः भवति आकारः तिष्ठति अवतिष्ठति आकारः अवशिष्यते अथवा तिष्ठति अवगतं सर्वे जनाः प्रश्नाः सन्ति रूपल् नमो नमः भगिनि अनन्तरं शप् अस्ति शप् इति प्रत्ययः अस्ति. शप् विकरणप्रत्ययः, विकरणप्रत्ययः अस्ति, विकरणप्रत्ययः. तर्हि भगिनी विकरणप्रत्ययः अन्ये प्रत्ययः अस्ति तत्र एव आगच्छति वा? विभक्ति नास्ति, तद्धित नास्ति, अन्यप्रत्ययः. अन्यप्रत्ययः अलन्त्यम् अन्यप्रयोगं अन्यप्रत्यय कृते हलन्त्यं हलन्त्यम् इत्यस्य उपयोगः न भवति न भगिनि. अच्छा, ओके. आदिनिर्गवः अपि न, अनन्तरम् ईत् संज्ञावाच्य अपि न, उपदेशे अनुनासिक इत अपि न, विभक्तिमः अपि न, अनन्तरं विभक्ति तद्धित् अन्यप्रत्ययकृते श्वः प्रत्ययस्य श्वः प्रत्ययस्य अपि अत्र उपयोगं न भविष्यति. क्यू टु इत्यस्य अपि न, लचक्व तद्धिते तत्र प्रारम्भिक श्वः दृश्यते, तस्य संज्ञा भविष्यति. अवशिष्टरूपं किम्? अवशिष्टरूपं अकारः. इदानीं वदतु शप् यदस्ति वर्णविभजनं करोतु. शकारः शकारः अकारः अकारः पकारः पकारः. अत्र भवती उक्तवती शकारः गच्छति केन सूत्रेण? लशक्व तद्धिते. लशक्व तद्धिते. अतः अवशिष्टरूपं किम्? अवशिष्टरूपम् अकार पकार अकार पकार. इदानीं किमपि अन्यसूत्रस्य उपयोगमस्ति वा? हा, परिशीलनं करोतु. हलन्त्यं कुत्र कुत्र उपयोगी भवति, आदिर्निटुडवः कुत्र कुत्र उपयोगी भवति पश्यतु. हा, धातु प्रत्ययः सर्वत्र. तर्हि हलन्त्यं वयम् उपयोगं कर्तुं शक्नुमः, पकारस्य इति संज्ञा भविष्यति, अनन्तरं तस्य लोपः भविष्यति. तर्हि अवशिष्टं रूपम् अ अकारः. ओके, अवगतम् इदानीं? आम्, धन्यवादः भगिनि. ओके, प्रतिभा, ओ बहुकालानन्तरम् आगतवती. परीक्षा कथम् अभवत् भगिनि? प्रभातम्. सुप्रभातम्. ओके, कर्तुं शक्नोति? आं भगिनि, आं भगिनि, करोमि. नस् यदस्ति तदस्ति सुप्रत्ययः. ओके, नस् यदस्ति तदस्ति सुप्रत्ययः. प्रोसेसिङ्ग् करोतु. लशक्व तद्धिते इत्यनेन नकारस्य एकमेकं सूत्रं स्वीकृत्य अग्रे गच्छतु. हा, तदा किमस्ति, पठनमपि भविष्यति, अवगमनं प्रत्ययः अस्ति चेत्, सुप्रत्ययः अस्ति चेत् सकारस्य इत्संज्ञा न भवति हलन्त्यम् इत्यनेन. अतः प्रथमकार्यं विभक्तौ तुस्माः इति सूत्रेण इत्संज्ञा न भवति, तत्कारणेन सकार एवं तिष्ठति, एवमेव तिष्ठति. अतः हलन्त्यम् इति सूत्रस्य अवकाशः अस्ति, कारणम् अन्तिमवर्णः सकारः अस्ति. परन्तु तत् किमस्ति विभक्तिप्रत्ययः अस्ति अतः बाधकसूत्रम् आगच्छति न वृत्तौ स्मः इति सूत्रेण अस्तु भगिनि अस् एव तिष्ठति भगिनि अस् इति तदनन्तरं अस्तु अस्तु अस्तु नस् तिष्ठति तदनन्तरं लशक्व तदिते इत्यनेन नकारस्य कवर्गः अस्ति अतः कवर्गः अस्ति अथवा न इत्संज्ञा भूत्वा तस्य लोप इत्यनेन लोपः भवति अकारः एव अस् एव तिष्ठति भगिनि अवगतवन्तः पूर्णिमा आं भगिनि किं श्ना अस्ति श्ना किं प्रत्ययः अस्ति विकरणप्रत्ययः श्ना विकरणप्रत्ययः अन्यप्रत्ययः अस्ति सकारः नकारः सकारः नकारः उकारः स्नुवा स्ना वा सकारः नकारः सकारः नकारः अकारः अकारः अकारः अस्ति न दीर्घम् ओके ऐ डिड् नाट् सी षकारः अकारः षकारः नकारः आकारः अस्ति तत्र उपदेशे धनुनासिकः इति सूत्रस्य उपयोगं नास्ति किम् इत्युक्ते तत्र कोऽपि अनुनासिकस्वराः नास्ति हलन्त्यमपि हलन्त्यम् इति सूत्रस्य अपि अवकाशः नास्ति किमित्युक्ते अन्तिमस्वरः अस्ति नाविभक्तौ तु स्मः इति सूत्रस्य उपयोगः न भवति अनन्त्यमेव नास्ति तत्र तत्र तत् बाधकसूत्रमपि न अवश्यते अवकाशः नास्ति चुटु इति चुटु अपि नास्ति किम् इत्युक्ते तत्र चवर्गस्य टवर्गस्य स्वरः नास्ति नास्ति आदिटवः इति सूत्रस्य परशेन अवकाशनमपि नास्ति तत्र किमपि आदौ नीटु नास्ति शप्रत्ययस्य अपि नास्ति किमित्युक्ते शकारः तत्र नास्ति चुटु तत्र चुटुप्रत्ययस्य चवर्गस्य कवर्गस्य अपि वर्णः नास्ति दशकुतद्विते इति सूत्र अवकाशः अस्ति आदौ षकारः अस्ति तस्य इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रस्य आधारेण तस्य लोपः भवति आ एक वा अवशिष्यवाद किम् अवशिष्यते इष्टवान् न न अवशिष्यते सम्यक् ओके भगिनि शाकन् प्रत्ययस्य एक उदाहरणं ददातु भगिनि किमस्ति शाकन् प्रत्ययस्य एक उदाहरणं ददातु न अहं न जानामि हा शाकन् प्रत्ययः कुत्र अस्ति हा सुब्रह्मण्यमहोदय कृतवान् खलु शाकन् प्रत्ययः सुब्रह्मण्यमहोदयस्य अत्र पश्यामः कृत् प्रत्ययः अस्ति भिक्षाकः इति अस्ति हा भिक्ष् इति हा भिक्षित्री किं धातु अस्ति शाकन् प्रत्ययः सपत्नीकः तद् तद् शाकन् प्रत्यय वा किं सपत्नीकः शाकन् प्रत्यय वा शाकन् प्रत्ययस्य उदाहरणम् इच्छामि जानातु आक इति प्रत्ययः अवशिष्यते तेन कारणेन भिक्षाकः इति महोदय तत् अवगतम् अवगतं शाकन् प्रत्ययस्य एक उदाहरणम् एक किमपि उदाहरणं अत्र दत्तमस्ति न, तदेव अहं वक्तुं शक्नोमि. एतस्य प्रोसेसिङ्ग् कथं करणीयं न जानामि. हा ओके, कारणं तावत्पर्यन्तं वयं न पठितवन्तः, अतः कथं ज्ञातं? हा ज्ञानं न आगच्छति. अस्तु इति अहं किम् इत्युक्ते ता इति अस्ति चेत् तवत् प्रत्यय ता प्रत्यय विकिच्य गतः गतः गतम् इति पठितवान् पठितवती इति तथा एक उदाहरणं शाकं प्रत्ययस्य दातुमिच्छामि. अत्र दत्तमस्ति न भिक्षाक, तदेव जानामि. ओके अस्तु, अग्रे वयं द्रक्ष्यामः. हा यावत् भिक्षाक एकं वा भगिनि, भिक्षुकः भिक्षाः समानम् एव, अर्थं समानम् एव भगिनि. पुनः वदतु, भिक्षाक भिक्षुकः भिक्षाः समान अर्थम् एव भगिनि. अर्थं तु समानम् अस्ति, परन्तु मम ज्ञानं तावत् नास्ति. भिक्षाक इति पदं यदस्ति तदेव भिक्षुकः इति भवति वा भिक्षाकः इति तिष्ठति, तत् अहं न जानामि. अत्र भिक्षाकः इत्युक्ते इस् वाट् अ हेबिट्. भिक्षुकः यः याचति भिक्षुकः, वन् हु डस् इट् बै हेबिट् भिक्षाकः. ओहोहो, एवं भिन्नता इत्युक्ते आक आक इति प्रत्यय भिक्षाक इति प्रातिपदिकं प्राप्य विभक्ति भिक्षाकः भिक्षाकिका इति स्त्रीलिङ्गे. सो भिक्षाक आकः इत्युक्ते इस् आल्वेस् हेबिट् हेबिचुवल् हेबिचुवल् बेगर् हेबिचुवल् बेगर् बेगर् धन्यवादः धन्यवादः. अग्रे गच्छामः. धन्यवादः सुब्रह्मण्यम्. इदानीं पूर्णिमा सन्तुष्टा? सुब्रह्मण्यम् अन्य अवगतम् अवगतं धन्यवादः. क्षम्यतां क्षम्यतां. पूर्णिमा कृते अन्य उदाहरणमस्ति वा सुब्रह्मण्यम्? न श्रुतं, एकवारं वदतु भगिनि. अन्य एक उदाहरणं सपत्नीकः इति भवति खलु, तदपि सपत्नीकः समासः अस्ति अत्र, सन्दिग्धः न भवेत्. सो डोण्ट् कन्फ्यूस् समासः वित् कृदन्त, तत्तु भिन्नः. ओके, आगच्छति पठनार्थं तदा अस्माकम् अवगमनं किञ्चित् अधिकं भविष्यति इति अहं चिन्तयामि. पल्लवी भवती भवत्याः पर्यायः समाप्ता? न, ओके. वन् डौट् मेम्, वन् डौट् मेम्, वदतु. सर्वमङ्गल दट् स्ना इस् द नश् ष्कार नकार आकार देर् उपदेश अचरनासिक देर् अच्वर्णः जस्ट् नौ अत्र उपरि चन्द्रबिन्दु अस्ति वा? इल्ल इल्ल, नो. यदा अहं वर्णविभजनं करोमि आ उपरि चन्द्रबिन्दु अस्ति तदा अनुनासिक आकार, चन्द्रबिन्दु नास्ति चेत् अननुनासिक. ओके ओके ओके, नकार तु अनुनासिकः अस्ति, परन्तु अस्माकं कृते अनुनासिकवर्णः यदस्ति उपदेशीय च अनुनासिक इत् अच्वर्णः यत् अनुनासिक अस्ति तस्य एव इत्संज्ञा भवितुम् अर्हति. ओके लास्ट् न अत्र पश्यतु गम्लु यदस्ति हा अत्र लु यदस्ति तत् अनुनासिक निमिदा यदस्ति अत्र दा उपरि अनुनासिकचिह्नम् अस्ति न अत्र दकार आकारयोः मध्ये आकार यदस्ति तत्र आकारः अनुनासिक आकारः. ओके ओके ओके अवगत. इदानीं हा त पल्लवी त प्रत्ययस्य वदतु. प्रयत्नं करोमि न जानामि तर्हि प्रयत्नं करिष्यति अथवा सर्वं गतं न अहं न ध्वनिमुद्रणानि न त प्रत्ययस्य हलन्त्यम् उपयोगमस्ति तत्र न नास्ति न आदिर् निटुडवः अस्ति इर अस्ति न नास्ति नास्ति उपदेशे अनुनासिक इत् अनुनासिकवर्णः अस्ति अकार अस्ति वा तत्र ककार तकार त अस्ति हा ओके लेखनं कुर्मः ओके एतस्य वर्णविभजनं ककार तकार तकार अकार अकार अत्र ओके यावत्पर्यन्तम् अवगतम् इदानीं हलन्त्यं निष्कासितम् आदिर्निटुडवः निष्कासितम् उपदेशे च अनुनासिक इत् उपयोगी अस्ति अत्र अनुनासिक आकारः अस्ति वा न ना, नास्ति चन्द्रबिन्दु अतः तदपि गतम् ओके अनन्तरं न विभक्तौ तु स्मः अत्र तु विभक्तिप्रत्ययः विभक्तिप्रत्ययः नास्ति अतः न प्रत्ययः अस्ति न अनन्तरं श्वः प्रत्ययस्य न चकार वर्ग नास्ति इदानीं लषक्व तद्धिते शकार लकारः अस्ति न कवर्गस्य कवर्गीयवर्णः अस्ति आम् ककारः अस्ति ककारः अस्ति अतः अहं किं करोमि माइनस् ककार करोमि अवशिष्टरूपं किम् त सम्पूर्ण त इत्युक्ते तकार अकारयोः मेलनं त अवशिष्यते. ओके अवगतम् अतः एव गतः खादितः एवम् आगच्छति. ओके तर्हि कथं वदामि ककारस्य इत्संज्ञा भूत्वा लषकतद्धिते इति सूत्रेण ककारस्य इत्संज्ञा केन सूत्रेण लषकतद्धिते इति सूत्रेण तस्य लोपः इति सूत्रेण ककारस्य इत्संज्ञा तस्य लोपः इति सूत्रेण ककारस्य लोपः अवशिष्टरूपम् अस्ति धन्यवादः. ओके अग्रे का पी राजु ओ पी राजु प्रथमवारं द्वितीयवारं किम् अस्ति महोदय प्रथमवारं महोदय प्रथमवारं अस्ति अस्ति अस्ति हा कर्तुं शक्नोति अग्रिमं नुयि इति अस्ति हा एतत् किं प्रत्ययः पश्यामः नुयि प्रत्ययः कुत्रापि दृश्यते वा नुयि हा नुयि तद्धितप्रत्ययः अस्ति ओ ओ प्रथमवारं तद्धितप्रत्ययः आगतम्. ओके ओके अत्र नून् अत्र ञकारः हलन्त्यम् इति सूत्रेण संज्ञा तस्य लोपः इति सूत्रेण लोपः भवति अत्र तु इति सूत्रेण टवर्गे पञ्चवर्णः नकारः इत्संज्ञा भवति, तस्य लोपः इति सूत्रेण लोपः भवति, अत्र नु इति अवशिष्यते, बु उ उ इति अवशिष्यते, अत्र उकारः उकारः उपदेशे अनुनासिक इत्संज्ञा इति सूत्रेण इत्संज्ञा प्राप्य तस्य लोपः इति सूत्रेण लोपः भवति, व एव अवशिष्यते इति आ उ अवशिष्यते न चिन्ता उकारः किम् उकार उकार ऊ एव अवशिष्यते क्षम्यताम् ऊ एव अवशिष्यते न अत्र मूल् नो मूल् न्यङ् सारि न्यङ् न्याय एव अवशिष्यते एकनिमिषं हा अहं किमपि करोमि इति अहं चिन्तयामि मुयि श्रुयि अस्ति हा श्रुयि अस्ति मुयिना ऊ अवशिष्यते श्रुयि कुत्र अस्ति श्रुयि अत्र न दृश्यते हा गो अद अद अद अधः अस्ति अध अध अस्ति महोदय अश्वन् इस् कृत् वृत्त्य श्रुयि कुत्र अस्ति श्रुयि न दृश्यते ओके अहं कुत्रापि नोट् कृतवती श्रुयि कृत् किम् अस्ति श्रुयि तद्धितप्रत्ययः अस्ति इति अहं नोट् कृतवती परन्तु सुब्रह्मण्यं तत्तु शून्य शून्यति कृत्य अस्ति नास्ति शून्य शून्य अत्र शून्य अत्र श्रुञि अत्र षकारस्य नकारस्य लोपः भवति भू अवशिष्यति अकारः इति श्रूयते भू कृत्पत्ये कृत्पत्ये अस्ति कृत् तद् तद्धित न भू अनन्तरं ञ एवम् अस्ति एतस्य एतत् प्रत्ययः किम् अस्ति हा तद्धितप्रत्ययः अस्ति वा तद्धितप्रत्ययस्य अवकाशः अत्र नास्ति न लसक्व दद्धिते लकारः सकारः ककारः अस्ति चेत् पश्यामः तद्धितप्रत्यय वा अनन्तरं कश्चन प्रत्यय वा ओके ओके हा सत्यं हा अतः समस्या न उद्भवति समस्या न उद्भवति समस्या न उद्भवति श्रूयदस्ति अतः अवशिष्टरूपं किं भवति महोदय राजु महोदय भू अस्ति भू न वकार उकार शकारः गच्छति शकार शकार शकार वा नकार वा वो सुङ् सुङ् सुङ् सकार गच्छति सः प्रत्ययस्य आदौ स्थितस्य सकारस्य इत्संज्ञा सः प्रत्ययस्य इति सूत्रेण इत्संज्ञा तस्य लोपः इति सूत्रेण लोपः भवति भू एव अवशिष्यते ञकारः हलन्तमिति सूत्रेण इत्संज्ञा तस्य लोपः इति सूत्रेण लोपः भवति भू एव अवशिष्यते केवलं भू अवशिष्यते अत्र सकारः शः प्रत्ययः इत्यनेन ञकारः हलन्त्यम् इत्यनेन द्वयोः इत्संज्ञा भवति अनन्तरं तस्य लोपः इत्यनेन लोपकार्यमपि भूत्वा भू एव अवशिष्यते अत्र तद्धितप्रत्ययः वा अतद्धितप्रत्ययः तस्य समस्या नास्ति ओके अहं चिन्तयामि कृत् प्रत्यय भवितुम् अर्हति हा मुयि अहं न जानामि कुत्र आगच्छति हा तस्य अवकाशः एव न अभवत् अतः नूल् कुत् कृत् प्रत्ययः अतः नूल् अपि कृत् प्रत्ययः स्यात् इति मम चिन्तनम् ओके ओके अग्रे पश्यामः नरसिंहन् आम् महोदय भवतः नकारः कृत् प्रत्यय नकारः वकारः उकारः लकारः उपदेशे अनुनासिक एतस्य सूत्रस्य अवकाशः नास्ति कस्य अवकाशः नास्ति अनुनासिक नास्ति अनुनासिक नास्ति अतः उपदेशस्य अनुनासिक एतस्य अवकाशः नास्ति नास्ति तत्पूर्वं तदनन्तरं ओके अलन्त्यं अलन्त्यम् इत्यनेन लकारः लकारस्य इत्संज्ञा भवति तस्य लोपः अपि भवति तस्य लोपः इत्यनेन तस्य लोपः अपि भवति ओके अतः ल गतम् अनन्तरं आदिर्निटुडवः एतत् प्रत्ययः प्रत्ययः अस्ति चेत् आदिर्निटुडवः आदिर्निटुडवः एकस्मिन् किमपि अस्ति वा नास्ति न अतः तदपि गतम् उपदेशे नास्ति चेत् गतम् न विभक्तौ तु स्म एतत् कृत्प्रत्ययः अस्ति न विभक्तौ स्म इत्यस्य अवकाशः नास्ति श प्रत्ययस्य श तु नास्ति चवर्गः टवर्गः टवर्गः अस्ति धातो आदौ नकार नकारस्य संज्ञा लोपः अपि भवति केवलं भू अवशिष्यते न न न सम्पूर्णं करोतु इति सूत्रेण इत्संज्ञा भवति कस्यापि लोपः भवति तस्य लोपः इति सूत्रेण रूपं लोपः भवति अवशिष्टरूपं भू भू ओके अतः पश्यन्तु मुल् अत्रापि अवशिष्टरूपं भू अस्ति नुल् अत्रापि अवशिष्टरूपं भू अस्ति ओके परन्तु प्रोसेसिङ्ग् समये भिन्नभिन्नरूपाणि वयं प्राप्नुमः ओके तत् मनसि निधाय अग्रे गच्छन्तु हा मुत्तुलक्ष्मी आं जि किमस्ति अद्य 19 पीपल् हा तत् बहु भारम् अस्ति केन् सम् आफ् याल् गो टु अदर् क्लासेस् अवकाशः तु अस्ति हा कुत्र अस्ति नूल् ह्युम् ह्युम् इति अस्ति ह्युम् किं प्रत्ययः अस्ति अत्र किमपि हा ह्युम् कृत् प्रत्ययः अस्ति ओके अस्तु लक्ष्मी वर्णविच्छेदः खकारः यकारः उकारः नकारः सूत्राणां क्रमः उपदेशे जनुनासिक इति अवकाशः नास्ति हलन्त्यम् इति सूत्रेण नकारस्य इत्संख्या भवति तस्य लोपः इति सूत्रेण इत्संख्या लोपः भवति न विभक्तौ तु स्माः नास्ति किमर्थं चेत् वयं हलन्त्यम् अस्ति अत्र अतः न विभक्तौ स्मः न आगच्छति अस्तु अस्तु कृत्प्रत्ययः अस्ति अतः न विभक्तौ तु स्मः न आगच्छति आदिनिष्ठवः अवकाशः नास्ति प्रत्ययस्य अवकाशः नास्ति छुटु अवकाशः नास्ति लशक्वदति इति सूत्रेण कवर्गस्य खकारस्य इत्संख्या भवति तस्य लोपः इति सूत्रेण इत्संख्या लोपः भवति यु एव अन्तिमरूपम् अवशिष्यते यु अवशिष्यते ओके सम्यक् बहु सम्यक् एवं सिस्टमेटिकलि वयं कुर्मः चेत् प्रतिसूत्रस्य किं कण्ठस्थीकरणमपि भविष्यति, अवगमनमपि भविष्यति. हा, प्रत्येकं सूत्रं यदा वयं परिशीलनं कृत्वा कृत्वा अग्रे गच्छामः तदा अस्माकं कृते लाभाय भवति. कण्णम्मा करिष्यति? नमस्ते भगिनि. शन् शन् विकर्णप्रत्यय, विकर्णप्रत्ययः अस्ति, वयं जानीमः न शन्. शन् विकर्णप्रत्यय, तस्य विभज्य कृत्य शकारः यकारः अकार नकारः. उपदेशे अजनुनासिक इत् इति सूत्रम् अत्र न उपयोगं भवति. अलहन्त्यम् इति सूत्रेण नकारस्य इत्संज्ञा भवति. अनन्तरं न विभक्तो तुस्माः आदिर् आदिर्निचुडवः ईर् इत्संज्ञा वाच एतत् सूत्राणि अत्र न उपयोगं भवति. श प्रत्ययस्य तदपि न. शुटु सूत्रस्य अपि न भवति. लसत्क्व तदिते सूत्रेण लकारस्य इत्संज्ञा भवति. किं सकारस्य, क्षम्यतां क्षम्यतां, सकारस्य इत्संज्ञा भवति. तस्य लोपः इति सूत्रेण नकार सकार द्वयोः लोपः भवति. अवशिष्यति, यत् अवशिष्यति, अवशिष्यति. महोदय अस्मि. ऋच् ल्युट् यदस्ति, ल्युट् अपि कृत् प्रत्ययः, कृत् प्रत्ययः. अदौ उपदेश अनुनासकीर्त सूत्रं अवकाशः नास्ति. हलन्त्यं सूत्रकारेण हलन्त्यम् अस्ति, टकार लोपः भवति, तस्य लोपकारणेन इत्संज्ञा भवति, तदनन्तरं तस्य लोपः इत्यनेन लोपः भवति, लोपः भवति. ल्यु ल्यु विशिष्टम् आदिर्निटुडवः न विभक्तु स्म न भवति. आदिर्निटुडवः अपि न अवकाशः नास्ति. आदिर्निटुडवः शः प्रत्ययः अपि अवकाशः नास्ति. चुटु टु अपि टवर्ग चवर्ग टवर्ग टवर्गः समूहः नास्ति, अवकाशः नास्ति. लशक्व तद्धिते लकारः अस्ति, तत्सूत्रकारणेन इत्संज्ञा भवति. यु इति अवशिष्यते. ओहो, लकारस्य इत्संज्ञा भूत्वा किं कर्तव्यं? तस्य लोपः, तस्य लोपः अपि कर्तव्य ओके अनन्तरम् अवशिष्टरूपं यु यु इति अवशिष्यते ओके ओके गीता प्रयत्नं करोमि भगिनि हा करोतु करोतु हा तृच् पुत्र अस्ति एकं ओके अन्यः अन्यभागे आगच्छति ओके आम् वर्णविच्छेदः तकारः ऋकारः चकारः अवश्यमेन इति सूत्रेण सूत्रेण भवति तस्य लोपेन तस्य लोपः इत्यनेन सवर्गः चकारः लोपः ओके त्रि इति रूपे किम् अवशिष्यते तृ तृ इति रूपम् अवशिष्यते अन्य कोऽपि सूत्रस्य अवकाशः अस्ति वा नास्ति नास्ति भगिनि आदिर्निपदेशे जनुनाशिक भक्तौ तु स्मः शब्दप्रत्ययः शक्वतद्वि कुत्रापि किमपि उपयोगं नास्ति किं न शक्नुमः तृ एव अवशिष्यते आं भगिनि ओके धन्यवादः इदानीं कस्याः पर्यायः भागीरथी भागीरथी एतत् किम् एव वा भगिनि श्वन् श्वन् हा अत्र श्वन् अस्ति के कृत् कृत् प्रत्ययः अन्यप्रत्ययः श्वन् अत्र तु न दृष्टम् अस्ति भगिनि अस्ति अत्र श्वन् अत्र अस्ति अत्र अत्र श्वन् श्वन् कृत् प्रत्ययः इति उक्तम् अस्ति अत्र ओके इदानीं प्रत्ययः कृत् प्रत्ययः अतः अन्यप्रत्ययः विभजनं चकारः बकारः उकारः नकारः प्रथमम् उपदेशे अजनुनासिक इत् इति सूत्रस्य उपयोगं कर्तुम् अवकाशः नास्ति अनन्तरं हलन्त्यम् उपदेशे अन्त्यं हल् हल् अत्र नकारः नकारः नकारः नकार इत्संज्ञा भवति तस्य लोपः इत्यनेन सूत्रस्य आधारेण तस्य लोपः भवति अनन्तरं न विभक्तौ तुस्माः आदिर्नीटु डवः सूत्राणां अवकाशः नास्ति प्रयोगं कर्तुम् अवकाशः नास्ति अनन्तरम् उपदेशे आदिः शक शः प्रत्ययस्य इत्संज्ञा भवति अतः अत्र शः प्रत्ययस्य इत्संज्ञा भवति तस्य लोपः इति सूत्रस्य आधारेण लोपः भवति अनन्तरं चुटु लषक्वतद्धिते सूत्राणां प्रयोगं कर्तुं सूत्राणां प्रयोगं कर्तुम् अवकाशः नास्ति अतः बकार उकार उकार उ अवशिष्यते अवशिष्यते ओके ओके इदानीं तिङ् तिङ् प्रत्ययः हा तिङ् स्त्रीप्रत्ययः अस्ति ओके अतः इदानीम् अनसूया. आं भगिनि, तिन् स्त्रीप्रत्ययः अस्ति, कृत् प्रत्ययः अस्ति, अतः अन्यप्रत्ययः अस्ति. पदविभागः वर्णविभागः ककारः, दकारः, इकारः, नकारः. अत्र आदि उपदेशे आदि उपदेशा उपदेशे अजुनानि अनुनासिकः अवकाशः नास्ति. हलन्त्यम् इति सूत्रेण अन्त्यस्थितनकारस्य इत्संज्ञा भवति. तस्य लोपः इति सूत्रेण तस्य लोपः भवति. ति एव अवशिष्यते. तदनन्तरं न उक्तौ तुस्माः अवकाशः नास्ति, विभक्तिप्रत्ययः नास्ति. तदनन्तरम् आदिर्निटुडोः आतिर्निटुडोः धातो एव अस्ति, अतः इदं प्रत्ययः अस्ति, अतः अवकाशः नास्ति. प्रत्ययस्य अवकाशः अपि नास्ति. चुटु इव सूत्रस्य अपि अवकाशः नास्ति. दश दशक्वत्तद्धिते इति सूत्रस्य अवकाशः अस्ति. इदानीम् अन्यप्रत्ययः अस्ति, अतः आदिस्थितः ककारस्य लोपः भवति. इत्संज्ञा भवति, इत्संज्ञा भवति, तस्य लोपः इति सूत्रेण तस्य लोपः भवति. अतः एव अवशिष्यते, एव अवशिष्यते. ओके, ओके. इदानीम् अनिल्, अनिल् आं महोदय. तव्यत्, तव्यत्, तव्यत् एतत् अस्ति कृत् प्रत्यय. कृत् प्रत्यय एव अस्ति न तव्यत्. ओके, अत्र वर्णविभाजनम् अत्र तकार, अकार, वकार, यकार, अकार, तकार. उपदेशाचनुनासिक इति सूत्रे अवकाशः नास्ति. हलन्त्यं सूत्र इत्यनेन तकार अन्ततकार इत्संज्ञा भवति. कारणम् अत्र कृत् प्रत्यय विभक्ति प्रत्ययः नास्ति. सो न विभक्तौ तु स्म अवकाशः नास्ति. सो तस्य लोपः कारणे तकारलोपः. अनन्तरम् आदिनिटुडवः अवकाशः नास्ति. शः प्रत्ययस्य अवकाशः नास्ति. चुटु अवकाशः नास्ति. अनन्तरं लसक्वतद्दिते लशक अपि अवकाशः नास्ति. अत्र तव्य, तव्य इति अवशिष्यते. तव्य इति अवशिष्यते. ओके, ओके. इदानीम् अत्र अहं स्थगयामि. हा, सर्वे जनाः एकवारं न्यूनातिन्यूनम् उक्तवन्तः. हा, यत् अवशिष्टानि सन्ति, हा, तानि स्वयमेव कुर्वन्तु. अग्रे गच्छामः. हा, अनुबन्धवर्णाः किमर्थम्, एतस्मिन् विषये किञ्चित् परिशीलनं कुर्मः. ओके, सर्वे सिद्धाः? आं भगिनि. अनिल् आरम्भं करोतु. अनुबन्धवर्णः किमर्थम्? अनुबन्धे अनुबन्धेः विभिन्नकार्याणि सिद्ध्यन्ति. यत्र प्रत्ययाः समानाः दृश्यन्ते अनुबन्धेः ते भिद्यन्ते. अनुबन्धैः अनुबन्ध ओके ऐ अस्ति तत्र अहं न सम्यक् दृश्यते अनुबन्धैः ते भिद्यन्ते बहुवचनमस्ति न आमां न भवान् अहं न सम्यक् दृश्यते यथा यथा भ्वादिगणे शप् तुदादिगणे श उभय अत्र अ इत्येव अवशिष्यते अनुबन्धनिष्कासनान्तरम् ओके ओके द्वयोपि अ अपि अवशिष्यते पठतु उभयत्र अ इत्येव अवशिष्यते अनुबन्धनिष्कासनान्तरम् अनुबन्धवर्णैः एव प्रत्ययभेद ज्ञायते तथैव बहुत्र ओके एतस्य अर्थं किं भवान् ज्ञातवान् अत्र इदानीमेव वयं दृष्टवन्तः त्रिवारं वु एव अवशिष्यते अवशिष्यते परन्तु प्रत्यय भिन्नभिन्न अस्ति अनुबन्धा भिन्नभिन्न अस्ति अतः अनुबन्धकारणेन यत् अवशिष्यते तत्तु समानं दृश्यते परन्तु पूर्वं समानं न आसन् ओके आमाम् ओके अनुसूया अग्रिमभागं पठतु तृतीयबिन्दु यत्र प्रत्ययाः समानाः दृश्यन्ते अनुबन्धौ अनुबन्धै ते भिद्यन्ते यथा भ्वादिगणेश तुदागणे तुदादिगणेश उभयत्र अ इत्येव अवशिष्यते अनुबन्धनिष्कासनान्तरम् अनुबन्धवर्णः वर्णैः एव प्रत्ययभेदः ज्ञायते तथैव बहुत्र प्रत्ययस्य विभजनान्तरं वयं अनुबन्धे अनुबन्धानन्तरं वादिगणे शप् गणे वादिगणे शप् तुदादिगणेश अस्ति चेदपि अवशिष्यभागः अ एव दृश्यते उभयत्रापि अ एव दृश्यते वयं कथं जानीमः वादिगणे वा शप् तुदादिगणे वा इति अनुबन्धेन अनुबन्धसहितसूत्रेण तस्य ते भिद्यन्ते एकत्र दूसरापि भिन्ना अभवत् वादिगणे भिन्नरूपः भवति तुदादिगणे भिन्नरूपः भवति इदेव बहुत्र भवति किमर्थम् अनुबन्ध वादिगणे शप् अस्ति अनुबन्ध प्रथमः अनुबन्धप्रथमः तुदादिगणेश अस्ति श प द्वे अपि तस्य गुणाः वादिगणे भवति तुदादिगणे तु न प प इति वादिगणे अस्ति अतः पस्य प्रभावः तस्य वर्ण स्वरा तस्य शब्दस्य उपरि भवति तुदादिगणे प शब्दः नास्ति अतः तस्य गुणाः तुदादिगणे न भवति ओके भागीरथी एतदेव भवती अपि पठतु प्रथमम् आरभ्य वा नै नै द्वितीयबिन्दु द्वितीयबिन्दु यत्र प्रत्ययाः समानाः दृश्यन्ते अनुबन्धैः ते भिद्यन्ते यदा वादिगणे शप् तदादि गुणे श उभयत्र अ इत्येव अवशिष्यते अनुबन्धनिष्कासन अनन्तरम् अनुबन्धवर्णैः एव प्रत्ययभेदः ज्ञायते तथैव बहुत्र. ओके, किम् अवगतवती? अनुबन्धवर्णः एव प्रत्ययस्य भेदः भेदः वयं प्राप्तुं शक्नुमः. दर्शयति दर्शयति दर्शयति भगिनि अनुबन्धवर्णे अनुबन्धवर्ण कारणं कारणं किं हा अनुबन्ध वदतु वदतु. कारणं प्रत्ययः समानः दृश्यन्ते चेदपि अनुबन्धैः ते भिन्नरूपेण भवति. न न न न न कदा समानाः दृश्यन्ते? यत्र प्रत्ययः समानाः दृश्यन्ते अनुबन्धैः ते भिद्यन्ते. न न न अवगमनं सम्यक् न अभवत्. ओके, अग्रे गच्छामि. गीता गीता तदेव वाक्यं पठतु. अस्तु भगिनि. यत्र प्रत्ययाः समानाः दृश्यन्ते अनुबन्धैः ते भिद्यन्ते. यथा वादिगणे शप् तुदादिगणे श उभयत्र आ इत्येव अवशिष्यते अनुबन्धनिष्कारण निष्कासनानन्तरम् अनुबन्धवर्णैः एव प्रत्ययभेदः ज्ञायते तथैव बहुत्र. ओके, भवती किम् अवगतवती? वादिगणस्य सुदादिगणस्य प्रत्ययः श अस्ति. ओके, स्पष्टीकरणं करोतु. वादिगणः सुदादिगणः द्वयोः समानेन एव दृश्यते, परन्तु एतत् अनुबन्धैः एव भिद्यन्ते, भेदः भवन्ति. ओके, कुत्र भेदः भवति? कदा भेदः भवति? शप् प्रत्ययः तत्र भवति, सुदादिगणे शप् प्रत्ययः न भवति. ओके, इदानीं पश्यतु. हा, अस्माकं हस्ते किम् अस्ति? शप् इति एकः प्रत्ययः अस्ति, श इति अन्यप्रत्ययः अस्ति. ओके, इदानीं किं कर्तव्यं? शप् प्रत्ययस्य प्रोसेसिङ्ग् करोतु. वदतु. शकारः योगम् अकारः योगं पकारः. शकारः योग अकारः योग पकारः. इतः किं किं गच्छति इत्संज्ञा भूत्वा? पकारः गच्छति. पकारः गच्छति. अवशिष्टरूपं किम्? श. शकार अकार. शकार अकार. ओके, अत्र किमपि गच्छति वा? शकार अकार अकार किमर्थं गच्छति तद् वदतु. हलन्त्यम् इति सूत्रेण पकारः गच्छति. इत्संज्ञः भूत्वा कस्य लोपः इत्यनेन पकारः गच्छति. ओके, अवशिष्टं शकार अकार. अत्र अन्य किमपि सूत्रस्य उपयोगम् अस्ति वा? आदिर्निकुडवः परिशीलनं कति सूत्रम् उपयुज्य आदिर्निकुडवः उपदेशे जनुनासिक इत् अत्र न भवति. अनन्तरं न विभक्तौ तुस्माः अवकाशः नास्ति. अनन्तरं शः प्रत्ययः न भवति. अनन्तरं चुतु प्रत्ययेन न भवति. लशक्वतद्दिते लशक्वदत्तिते इति प्रत्ययेन इति सूत्रेण शकारः लोपः भवति. शकारस्य न लोपः न साक्षात् लोपः न मा वदतु शकारस्य इच्छन्या भवति अनन्तरमेव इत्यनेन वदतु लशक्व तत्तिदेन इति सूत्रेण शकारः इत्संज्ञा भवति तस्य लोपः इति सूत्रेण लोपः भवति तस्य लोपः भवति अतः आ एव तिष्ठति आ तिष्ठति ओके इदानीम् अग्रिम श एकस्य प्रोसेसिङ्ग् करोतु अत्र वर्णाः के भगिनि नौ ऐ एम् अवे फ्रम् मै हौस् ऐ विल् विदिन् 10 मिनिट्स् ऐ विल् कम् बेक् अण्ड् ऐ विल् आन्सर् यू भगिनि सा वदति इदानीं गीता कार्यं करोति न हूस् टाकिङ्ग् यू हव् काल्ड् मी मे उषा भगिनि ऐ एम् कम् टु अ शाप् I will answer you within 10 minutes, Bhagini. Okay, agree gachyati. Idanim ka shap viti vishaye, sha vishaye ka uktavati? Aham uktavati, Bhagini. So bhavatya ha pariyaya ha, agree gachyatu. Sha itself ya processing karotu. Where is this girl going? लषत्वदत्तिकार्यं वर्णविभजनं शकारः अकारः शकारः अकारः ओके इतः किं हलन्त्यं कारणेन शकारः संज्ञा भवति अनन्तरं लोपः इति कारणेन शकारः लोपः भवति अवशिष्टरूपम् आ एव आ एव इदानीं पश्यतु यदा अहं शप् उपयोगं करोमि वा श उपयोगं करोमि मम अन्तिमभागः अन्तिम अवशिष्टभागः उपयोगिभागः आ एव वर्तते आं भगिनि आं भगिनि अतः कन्फ्यूषन् भविष्यति अनुबन्ध लोपकार्यं कृत्वा यद्रूपम् अवशिष्यते तदस्ति आ ओके अतः अतः कथं वयं भेदं जानीमः ज्ञातुं शक्नुमः एतत्तु बहु गभीरप्रश्नः भवति न आं भगिनि ओके सर्वे ज्ञातवन्तः इदानीं आं भगिनि प्राब्लम् कुत्र अस्ति यत् अवशिष्टरूपम् अस्ति तत् समानं दृश्यते अत्रापि वयं दृष्टवन्तः नुल् अत्र वु अवशिष्यते अनन्तरम् अन्य कुत्र आसीत् नुल् न वु एव अवशिष्यते न हा शुन् अत्रापि वु अवशिष्यते नुल् अत्रापि वु अवशिष्यते अत्र द्वयोः वु मध्ये उपरि अपि महोदय उपरि अतः त्रिवारं वयं भू पश्यामः परन्तु त्रयमपि समानं नास्ति ओके अत्र अस्माकं हस्ते शक्ष विकरणप्रत्ययस्य उपयोगं कृत्वा उदाहरणं दत्तम् अस्ति ओके अवगतं यावत्पर्यन्तम् अस्तु भगिनि अवगतं भगिनि किमपि प्रश्नः अस्ति कस्यापि क्षम्यताम् अत्र भिन्नः द्रष्टुं शक्यते यदि प्रत्ययस्य द्वारा पश्यामि चेत् अवशिष्ट एकनिमिषं हा राजुमहोदयस्य अहम् उत्तरं ददामि उपदेशरूपे हा राजुमहोदय उपदेशरूपे यत् आसीत् तस्य ज्ञानम् अस्ति चेत् अवशिष्टरूपस्य किं भेदः कथं भवति एतस्य ज्ञानं वयं प्राप्तुं शक्नुमः ओके अस्तु महोदय अस्तु कारणम् आदिम स्तरे वयं शप् इति दृष्टवन्तः ततः आरभ्य अ इति सम्पूर्णं कृतवन्तः अत्र श इति आरभ्य अ इति अवशिष्टरूपं प्राप्तवन्तः द्वयोः अ एव प्राप्नुमः चेत् कथं भिन्नता एतस्य ज्ञानम् आरम्भं कुतः वयं कृतवन्तः तस्य ज्ञानस्य आवश्यकता भवति अत्र वयं दृष्टवन्तः न श्रूय इति अस्ति एतस्य अन्तिम अवशिष्टभागं भू नूल् इति अस्ति अत्रापि अवशिष्टभागं भू हा शुन् इति अस्ति अत्रापि अवशिष्टभागं भू अतः प्रत्ययाः भिन्नाः परन्तु अवशिष्टभागाः केवलं भू ओके अतः कथं वयं ज्ञातुं शक्नुमः कुतः एतद् भू आगतं तस्य कृते कुतः वयम् आरम्भं कृतवन्तः तस्य ज्ञानस्य आवश्यकता अस्ति अवगतं राजुमहोदय यस् यस् अनुबन्धैः वर्णैः सह एव ज्ञातुं शक्नोमि भिन्नः एव अनुबन्धस्य कारणेन किं किम् इत्संज्ञा अभवत् तेषाम् आधारेण अग्रिम प्रोसेसिङ्ग् भवति ओके सो इत्संज्ञा लोपः कृत्वा अनुबन्धः वर्णः एव तिष्ठति न दृश्यते न दृश्यते परन्तु तस्य लक्ष्यम् अत्र तिष्ठति तस्य कारणेन किं कार्यम् अग्रे कर्तव्यं तस्य ज्ञानं वयं प्राप्नुमः अनुबन्धवर्णैः अनुबन्धवर्णः एव इत्संज्ञा तस्य उपयोगं न कुर्मः इत्संज्ञा किमर्थं कुर्मः तत् अदृश्यं कर्तव्यम् इति अस्ति केवलम् अ यदस्ति तस्य उपयोगं भवति कारपकारयोः उपयोगं न भवति परन्तु शकारपकारयोः कारणेन किमपि अग्रिमकार्यं भविष्यति ओके यदा सित् अस्ति पित् अस्ति इति वदामः चेत् तत्र सकारः अनुबन्धवर्णः इति वक्तव्यं तस्मिन् विषये वयम् अग्रे पठिष्यामः षित् पित् कित् तत्सर्वम् अग्रे आगच्छति इदानीम् अस्माकं ज्ञानं तावत् नास्ति परन्तु अग्रे अग्रे गच्छामः मम प्रश्नः अनुबन्धवर्णः इत्संज्ञकवर्णः द्वयोः कः भेदः अनुबन्धवर्णाः इत्संज्ञकवर्णाः भवन्ति केन कारणेन अनुबन्धसूत्राणि सन्ति विषये तेन कारणेन इत्संज्ञा भवति तदनन्तरं तस्य लोपः इति सूत्रेण अदृश्यं भवति परन्तु कार्यं तु तत्र एव तिष्ठति भगिनि ये ये इत्संज्ञा भवति ते सर्वे अपि लोपः भवति खलु किमर्थम् इत्संज्ञा भवति वदनीयं डैरेक्ट्लि लोपः किमर्थं न वदनीयम् ओके डैरेक्ट्लि लोपः किमर्थं न सर्वे अपि लोपः भवति खलु चिन्तयतु हा किमपि कारणं भवितव्यं न लोपकार्यं कर्तव्यं चेत् किमपि कारणं भवितव्यं न विना कारणं लोपं कुर्मः चेत् तत्तु सम्यक् नास्ति न अतः अहं प्रश्नान् पृच्छामि किमर्थं द्वे स्टेप्स् भगिनि एतत् सम्यक् वा इति वदतु भगिनि फस्ट् अहं पश्यामः किल किं मार्जनीयः किं न इति तदनन्तरम् एव अहं तत् वि रबिट् आफ् वि इरेस् इट् फस्ट् वि हव् टु रेकग्नैस् द वन्स् विच् वि डोण्ट् वाण्ट् देन् ओन्लि वि इरेस् इट् न भगिनि दट्स् वै फस्ट् इट् संज्ञा देन् वि डु तस्य लोप ऐ होप् I'm right. I don't know. You have to correct me if I'm wrong, Bhagini. Why first it's Sanya? I didn't get the reason. That is, it is Sanya Sutra. So we need to first define that what is to be erased. And then we need to erase it. Probably. When you write something, you should know the mistake to erase it right first. Anusuya. Huh? भवत्याः नाम किम् अनु अनसूय भवत्याः नाम अनसूय इतः किमर्थम् अहम् अकारस्य निष्कासनं करोमि लोपकार्यं करोमि न सूया इति वदामि चेत् न सूया इति अहं वक्तुम् इच्छामि चेत् अकारस्य लोपकार्यं केन कारणेन अहं करोमि तस्य तु आधारः एव नास्ति प्रत्यय इति अस्ति चेत् आदि प्रत्ययः अस्ति चेत् प्रत्ययः इति सूत्रेण लोपः भवति इति वक्तव्यं किमर्थम् श प्रत्यय इति सूत्रेण इत्संज्ञा भवति तदनन्तरं तस्य लोपः इति सूत्रेण तस्य लोपः भवति इति किमर्थं वक्तव्यम् पुनः वदतु भवत्याः प्रश्नः स्पष्टं नास्ति श प्रत्ययस्य इति सूत्रेण वयं वदामः श प्रत्ययस्य इत्संज्ञा भवति इत्संज्ञा भवति आदौ सुत शकारस्य इत्संज्ञा भवति तस्य लोपः इति सूत्रेण तस्य लोपः भवति इति द्वौ बिन्दुः अस्ति खलु प्रथम एव श आदौ स्थितश लोपः भवति इति सूत्रं किमर्थं नास्ति किमर्थम् इत्संज्ञा भवति तदनन्तरमेव लोपः भवति अतः ओके अतः भवती किं वदति प्रतिवारं तस्य लोपः इति वक्तव्यं इत्संज्ञा भवति तस्य लोपः भवति But we need to first define that what is itsangya. Which particular varna will become itsangya? That is to be defined first. Then only we decide it to low. No. A sutra itself says that sha pratyaya sutra siya adho sita sha lobha bhavati. Iti sutra asti che tat itsangya nam vadaniyam khalo. Okay. भगिनि एनिथिङ्ग् टु बि निष्कासयितुं भगिनि एनिथिङ्ग् टु निष्कासयितुं देर् मस्ट् बि अ नियमः भवितुम् अर्हति नियमः एव सूत्राणि अत्र भगिनि अत्र चिन्तनं क्षम्यतां भगिनि क्षम्यताम् I'll just try to explain once I don't know if I'll make it clear for her उपदेशे अजनुनासिका इत् that is one sutra which says there is it sankhya at the end, but it doesn't say that this it has to be lopah. It only says there is a it. The same way upadeshe antyam hal it, so it again in this sutra also it says the last word is a it, but it doesn't say that it is a lopah. So you just select the it sanya and keep it aside, but what are you going to do with it? So there is another sutram which says tasya lopah. So now we know that this it sanya has to disappear, so that by using that sutram only you can do the disappearance of the it sanya. Otherwise you are only selecting the it sanya with these sutrams and keeping it aside. That is understood. All is clear. What she is trying to ask is that we have seen that whenever there is a itsangya, there will be a lopaha. So what was the point? How do you know? Unless you know that there is a sutram. It is only adarshanam. It is not seen. But for that lakshana, lakshyam is asti, that we are not able to understand at this point of time. That is correct, because maybe after studying something else we will know why sanya sutrani vayam pashyamah prathama karyam vayam kim kurmah atra prati sutre it sanyak varna nam identification kurmah प्रतिवारं वयं तस्य लोपः वयं वदामः चेत् प्रतिवारं रेपिटिशन् भविष्यति. पाणिनि किं कृतवान्? इत्संज्ञकवर्णानाम् एक गण अथवा सूत्राणि एकस्मिन् स्थाने स्थापितवान्. अनन्तरम् एकमेव सूत्रं दत्त्वा तस्य लोपः, तस्य लोपः कस्य लोपः, यत्किमपि इत्संज्ञा निर्दिष्टमस्ति तेषां लोपकार्यम् एतस्य सूत्रेण कृतवान्. अतः कृतवान् वाटेवर् इस् इत्संज्ञा दट् इस् लोपः. सो मै पायिण्ट् इस् वै पुट् टु इत्संज्ञा एट् आल्. ओके महोदय, सप्तवारं लोपकार्यं कर्तव्यम्. ओके हलन्त्यम् आदिर्निटुडवः उपदेशे चनुनासिक इत् न विभक्तौ तु स्मः शः प्रत्ययस्य लशकतद्धिते सर्वत्र यदा पाणिनिमहोदये लोप लोप लोप वदति चेत् संक्षिप्तरूपं गच्छति. अतः महोदय किं कृतवान्? महोदय किम् उक्तवती? इत्संज्ञावर्णानाम् ऐडेण्टिफिकेशन् कृत्वा पार्श्वे स्थापयति, तदनन्तरम् एकमेव सूत्रं दत्त्वा सर्वस्य अदर्शनं कार्यं करोति. एतदेव उक्तमस्ति अत्र. भगिनी, इत्संज्ञा भवति चेत् लोपः भवति इति उक्तवती भगिनी, परन्तु न विभक्तौ तु स्मः अपि अस्ति, तत्र सकारस्य इत्संज्ञा अपि भवति परन्तु लोपः न भवति किल. प्रत्ययस्य विषये लोपः न भवति, तदेव द्रष्टुं शक्यते किल. तत्रापि इत्संज्ञा भवति परन्तु लोपः न भवति प्रत्ययविषये, विभक्तिप्रत्ययविषये. वेन्नेवर् देर् इस् इत्संज्ञा लोपः भवति इति यु काण्ट् से. वि केन् से बिकास् तत्र इत्संज्ञा न भवति. न विभक्तौ तु स्म इत्संज्ञा न भवति. न भवति परन्तु तत् एक अपवादसूत्रः अस्ति. अवकाशः अस्ति महोदय, तत्र अवकाशः अस्ति परन्तु न भवति. तत्कारणेन झटिति लोपः न करणीयम् इति मम चिन्तनम्. इत्संज्ञा करणीयं, परं एकत्र सर्वम् एकत्र वाट् यु हव् टु यु नो इत्संज्ञा करणीयं, परन्तु अन्यसूत्रैः एव अन्यसूत्रैः कारणेन लोपः भवति वा न भवति वा इति चिन्तनं करणीयम् इति मम उत्तरं भगिनि. मम अवगमनं एव्रि टैम् तस्य लोपः लोपः इन्स्टेड् आफ् अन्ते अन्ते दत्तम् अस्ति परन्तु परन्तु एक्चुलि इफ् यु डू दट् वे नो वी कुड् हव् डन् दट् वे उपदेशे अच् अनुनासिका तस्य लोपः वि कुड् इफ् द सूत्र वुड् हव् बिन् लैक् दट् देन् द तस्य लोप एनिवे अनुवृत्ति इस् देयर् सो वि डोण्ट् नीड् टु डू दट् दट् इस् द फण्डमेण्टल् क्वश्चन् वै फस्ट् वि डिड् अ ईत् संज्ञा देन् तस्य लोप रादर् वि कुड् हव् सेन् दट् थिङ्ग् सो रैट् नौ ऐ थिङ्क् एस् सुब्रह्मण्यम् महोदय सेड् we may not be having enough knowledge to decode why it is like that. Maybe in future we'll get to know why it is done like that. So I think we can leave it for time being because of that. Yes. We'll see as we go along. That's why I'm asking Guru to guide us. It may be coming later. We don't know as of now. Lakshanam jananti va, ha? Sarve janaha vayam patitavantah na? कुत्रापि सूत्रलक्षणं विषये ओके अहं दृष्ट्वा वदिष्यामि हा सूत्रलक्षणम् एवमस्ति संक्षिप्त प्रथमकार्यं तस्य लोपः तस्य लोपः यदा वयं सप्तवारम् अष्टवारं दशवारं वदामः चेत् तत्र तु प्रतिवारं कुर्मः तस्य किम् एकम् एव सूत्रं स्थाप्य एकवारमेव कृतम् अस्ति. ओके महोदय, that is correct, but even with the same lakshanam we could have done the first one itself with the tasya lopah. We don't need to put it sangya there. Upadesha achanunasika tasya lopah. That's not my question. My point is, but let us not discuss about this and spoil the time, waste the time. Then the sutra lakshanam alpaksharam would have not been satisfied. Alpaksharam ha tadeva अल्पाक्षरम् अस्ति, अतः एव तस्य लोपः एकमेव सूत्रेण एकेन सूत्रेण महोदय सर्वत्र कार्यस्य किं निर्देश आदेशः भवति. सर्वत्र करणीयं. इदानीं लघुत्वं पाणिनि इष्टवान् अस्ति. ओके चलो डिस्कशन् समाप्तं. भगिरपि किमपि वक्तुम् इच्छति वा? मम अवगमनम् अत्र निष्काय दट् प्रत्ययस्य निष्कास्य अनन्तरं यद्यपि समानं दृश्यते चेदपि निष्कास्य अनन्तरम् एव दट् भिन्नं वयं भिन्न वयं शक्नुमः भगिनि. किमर्थम् इति दट् सेण्टेन्स् कृपया दर्शयतु भगिनि. ओ अस्ति न अत्र. अहं कुत्र गतवती? इत्संज्ञा गतवती. इत्संज्ञा अत्र भगिनि यद्यपि दट् प्रत्ययस्य कुत्र प्रत्ययस्य परि अनुबन्धः एतदेव वयं द्वितीय आं भगिनि दट्स् वाट् ऐ वाण्ट् टु टेल् यू. समानं दृश्यते चेत् अपि निष्कास्य अनन्तरम् अनुबन्ध निष्कास्य एव वयं शक्नुमः. किमर्थम् इति अनुबन्धवर्णैः एव प्रत्ययभेदः किमर्थम् इति भेदः कथं भवति इति ज्ञातुं शक्नुमः निष्कास अनन्तरम् एव निष्कासनानन्तरं समानं दृश्यते निष्कास्य अनन्तरं समान एव दृश्यते अनन्तरम् इत्युक्ते भगिनी समानं दृश्यते चेत् अपि भिन्नभिन्न वर्णाः एव वयं निष्कासयामः तत् ज्ञायते निष्कासवर्णः निष्कास इत्युं वर्णः भिन्नभिन्नम् अस्ति अनन्तरम् एव समान समानं दृश्यते तत् तत् ज्ञात्वा एव कः वर्णः निष्कासयामः इति ज्ञात्वा एव भेदः ज्ञातुं शक्यते इति मम अवगमनं भगिनि सत्यं तत्तु सत्यमेव अतः एव अत्र लिखितमस्ति न शप् अस्ति श अस्ति कथं कृतवती न तस्मिन् विषये पश्यतु शप् यदा वयम् आरम्भं कुर्मः अ अवशिष्यते श आरम्भं कुर्मः तदापि अ एव अवशिष्यते इत्युक्ते निष्कासनानन्तरम् इत्युक्ते अनुबन्ध सूत्राणाम् उपयोगं कृत्वा तदनन्तरं यद् अवशिष्यते तत्तु समानं दृश्यते परन्तु तदेव भगिनी निष्कासयितुं वर्णाः भिन्नम् अस्ति भिन्नाः सन्ति निष्कासितवर्णाः भिन्नाः सन्ति तेषां कार्याणि भिन्नाः भविष्यन्ति तस्य अवगमनं वयम् अग्रे प्राप्नुमः ओके तस्मिन् विषये अत्र चर्चा अस्ति अनुबन्धवर्णाः किमर्थम् किमर्थम् अत्र तु अ एव अवशिष्यते तत्तु वयं दृष्टवन्तः उपरि कुत्रापि वयं भू एव अवशिष्यते एतदपि वयं दृष्टवन्तः अग्रे पठिष्यामः चेत् केन कारणेन इति वयं मन्दं मन्दं ज्ञातुं शक्नुमः तत् अग्रिमवर्गे पठिष्यामः एकं कार्यम् अहम् इतोपि वदिष्यामि किञ्चित् एतस्य भागस्य पठनं कृत्वा आगच्छन्तु हा कारणम् अग्रे गुणविषये वयम् अधिकं पठिष्यामः पश्यन्तु अत्र गुणः इति भागमस्ति हा धातुगणपरिचयः तस्मिन् किं पाठ यदस्ति तत्र तृतीयबिन्दु अस्ति गुणः तत् पठित्वा आगच्छन्तु तदा किं भविष्यति अग्रिम टापिक् करपत्रस्य अवगमनं किञ्चित् सरलतया भविष्यति गुणः तदेव टापिक् अस्ति गुणः परन्तु सूत्रसहिता दृष्टिः ओके एतत् वयं पठिष्यामः अनुबन्धविषये अनुबन्धविषयं पठित्वा अत्र वयं आगच्छामः तत् यदा सौकर्यम् इष्टति तत्र एतत् पठित्वा आगच्छन्तु गुणविषयं पठित्वा आगच्छन्तु एतत् तु वयं पूर्वमेव पठितवन्तः ओके अवगतम् कुर्वन्तु ओके समापयामः अद्यतनवर्गस्य ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति धन्यवादः शुभरात्रि धन्यवादः।